भूतं न जायते किञ्चिन्द्रभूतं नैव जायते विवदन्तोद्वयाह्येवं मजातिं ख्यापयन्ति ते। तैः एवं विरुद्धवदनेन अन्योन्यपक्षप्रतिषेधं कुर्वद्भिः किं ख्यापितं भवतीति उच्यते। भूतं विद्यमानं वस्तु न जायते किञ्चित्, विद्यमानत्वादेव आत्मवत् इत्येवं वदन् असद्वादी साङ्ख्यपक्षं प्रतिषेधति सज्जन्म। तथा अभूतम् अविद्यमानम् अविद्यमानत्वात् नैव जायते शशविषाणवत् इत्येवं वदन् साङ्ख्योऽपि असद्वादिपक्षम् असज्जन्म प्रतिषेधति। विवदन्तः विरुद्धं वदन्तः अद्वयाः अद्वैतिनो हि एते अन्योन्यस्य पक्षौ सदसतोः जन्मनि प्रतिषेधन्तः अजातिम् अनुत्पत्तिम् अर्थात् ख्यापयन्ति प्रकाशयन्ति ते। ख्याप्यमानामजातिं तैः अनुमोदामहे वयं विवदामो न तैः सार्धम् अभिवादं निबोधत। तैः एवं ख्याप्यमानामजातिम् एवम् अस्तु इति अनुमोदामहे केवलं, न तैः सार्धं विवदामः पक्षप्रतिपक्षपरिग्रहे यथा ते अन्योन्यमिति अभिप्रायः। अतः तम् अविवादं विवादरहितं परमार्थदर्शनम् अनुज्ञातम् अस्माभिः निबोधत हे शिष्यः। अजातस्यैव धर्मस्य जातिमिच्छन्ति वादिनः, अजातोऽहमृतो धर्मो मर्त्यतां कथमीष्यतीं। सदसद्वादिनः सर्वे, अयं तु पुरस्तात् कृतभाष्यः श्लोकः। न भवत्यमृतं मर्त्यं न मर्त्यम् अमृतं तथा प्रकृतेरन्यथा भावो न कथञ्चिद्भविष्यति। स्वभावेनामृतो यस्य धर्मो गच्छति मर्त्यताम्, कृतकेनामृतस्तस्य कथं स्थास्यति निश्चलः। उक्तार्थानां श्लोकानाम् इह उपन्यासः परवादिपक्षाणाम् अन्योन्यविरोधख्यापित अनुत्पत्ति आमोदनप्रदर्शनार्थः। सांसिद्धिकी स्वाभाविकी सहजा अकृता चया, प्रकृतिस्सेति विज्ञेया स्वभावं न जहाति या। यस्माल्लौकिक्यपि प्रकृतिः न विपर्येति, कासु विद्यः सम्यक् सिद्धिः संसिद्धिः, तत्र भवा सांसिद्धिकी। यथा योगिनां सिद्धानाम् अणिमादि ऐश्वर्यप्राप्तिः प्रकृतिः, सा भूतभविष्यत्कालयोरपि योगिनां न विपर्येति, तथैव स स्वाभाविकी द्रव्यस्वभावत एव सिद्ध, यथा अग्न्यादीनाम् उष्णप्रकाशादिलक्षणं, सापि न कालान्तरे विविचरति देशान्तरेव, तथा सहजा आत्मना सहैव जाता, यथा पक्ष्यादीनाम् आकाशगमनादिलक्षणम्। अन्यापि या काचित् अकृता केनचिन्न कृत, यथा अपां निम्नदेशगमनादिलक्षणम्। अन्यापि या काचित् स्वभावं न जहाति, सा सर्वा प्रकृतिः इति विज्ञेया लोके। मिथ्याकल्पितेषु लौकिकेष्वपि वस्तुषु प्रकृतिः न अन्यथा भवति, किमुत अजस्वभावेषु प्रमाणतवस्तुषु अमृतत्वलक्षणा प्रकृतिः न अन्यथा भवेत् इत्यभिप्रायः। जरामरणयन्मुक्ताः सर्वे धर्मास्वभावतः, जरामरणमिच्छन्तः च्यवन्ते तन्मनीषया। किं विषय पुनः सा प्रकृतिः यस्याः अन्यथाभावो वादिभिः कल्प्यते। कल्पनायां वा को दोष इत्यः जरामरणनिर्मुक्तः, जरामरणादि सर्वविक्रिया वर्जिताः इत्यर्थः। के सर्वे धर्माः सर्वे आत्मनः इत्येतत्, स्वभावतः प्रकृतित एव। अतः एवं स्वभावाः सन्तः धर्माः जरामरणम् इच्छन्त इव इच्छन्तः, रज्ज्वामिव सर्पम् आत्मनि कल्पयन्तः च्यवन्ते, स्वभावतः चलन्ति इत्यर्थः। तन्मनीषय जरामरणचिन्तय तद्भावभावितत्वदोषेण इत्यर्थः। कारणं यस्य वै कार्यं कारणं तस्य जायते, जायमानं कथम् अजं भिन्नं नित्यं कथं च तत्। कथं सज्जातिवादिभिः साङ्ख्यैः अनुपपन्नमुच्यते इति आह वैशेषिकः। कारणं मृद्वदुपादानलक्षणं यस्य वादिनः वै कार्यं, कारणमेव कार्याकारेण परिणमते यस्य वादिनः इत्यर्थः। तस्य अजमेव सतो प्रधानाधिकारणं महदाधिकारिरूपेण जायते इत्यर्थः। महदादि आकारेण चेत् जायमानं प्रधानं कथम् अयमुच्यते तैः, विप्रतिषिद्धं च इदं जायते अजं च इति। नित्यं च तैरुच्यते प्रधानं भिन्नं विदीर्णं स्फुटितम् एकदेशेन सत् कथं नित्यं भवेत् इत्यर्थः। न हि सावयं घटादि एकदेशेन स्फुटनधर्मे नित्यं दृष्टं लोके इत्यर्थः। विदीर्णं च स्यात् एकदेशेन अजं नित्यं च इति एतन् विप्रतिषिद्धं तैः अभिधीयते इत्यभिप्रायः। कारणाद्यदि अनन्यत्वम् अतः कार्यम् अजं तव, जायमानाद्य वैकार्यात् कारणं ते कथं ध्रुवम्। उक्तस्यैव अर्थस्य स्पष्टीकरणार्थमः कारण अजात् कार्यस्य यदि अनन्यत्वम् इष्टं त्वया ततः कार्यमपि अजमिति प्राप्तम्। इदं च अन्यद्विप्रतिषिद्धं कार्यमजं च इति तव। किञ्च अन्यत् कार्यकारणयोः अनन्यत्वे जायमानाद्धि वै कार्यात् कारणम् अनन्यतो नित्यं ध्रुवं च ते कथं भवेत्। न हि कुक्कुट्या एकदेशः पच्यते एकदेशः प्रसवाय कल्प्यते। अजाद्वै जायते यस्य दृष्टान्तस्तस्य नास्ति वै, जाताच्च जायमानस्य न व्यवस्थापसज्यते। किञ्च अन्यत् यत् अजात् अनुत्पन्नात् वस्तुनः जायते यस्य वादिनः कार्यं, दृष्टान्तः तस्य नास्ति वै। दृष्टान्त अभावे अर्थम् अजात् न किञ्चित् जायते इति सिद्धं भवति इत्यर्थः। यदा पुनः जातात् जायमानस्य वस्तुनः अभ्युपगमः तदपि अन्यस्मात् जातात् तदपि अन्यस्मादिति न व्यवस्था प्रसज्यते, अनवस्था स्याद् इत्यर्थः। हेतोरादिः फलं येषामादिर्हेतुः फलस्य च, हेतोः फलस्य चानादिः कथं तैरुपवर्ण्यते। यत्र त्वस्य सर्वम् आत्मैव अभूत् इति परमार्थतः द्वैताभावः श्रुत्योक्तः। तम् आश्रित्याहं हेतोः धर्मादेः आदिः कारणं देहादिसङ्गतः फलं येषां वादिनां, तथा आदिः कारणं हेतुः धर्मादिः फलस्य च देहादिसङ्गतस्य, एवं हेतुफलयोः इतरेतरकार्यकारणत्वेन आदिमत्वं ब्रुवद्भिः, एवं हेतोः फलस्य च अनादित्वं कथं तैः उपवर्ण्यते विप्रतिषिद्धम् इत्यर्थः। न हि नित्यस्य कूटस्थस्य आत्मनः हेतुफलात्मकता सम्भवति।